अस्तु भाव विकार विषये चर्चा चलति स्म। षडेव भाव विकारः भवन्ति इति वार्ष्याणिराचार्यस्य मतं तत्र प्रदर्शितम्। षडेव भवन्ति, नान्ये भवन्ति, ये चान्ये तत्र तत्र व्यवह्रियन्ते, व्यवहारे दृश्यन्ते, तेऽपि तत्रैव ऊहितव्याः इति अपि तेन उक्तम् आसीत्। चेदत्र विचारणीयमस्ति वा कस्यचित् किञ्चित्? किमस्ति? तत्र अस्ति अस्ति इत्यत्र स्यात् न अस्ति परिणमति वदति अस्ति इति उत्पन्नस्य सत्त्वस्य अवधारणम् किमस्ति अत्र? तत्र आत्मा कः पाठभेदः? आत्मधारणम् इति सत्त्वस्य आत्मावधारणम् चेदेवं भविष्यति। सत्त्वस्य अवधारणम् इति वा सत्त्वस्य आत्मावधारणम् इति वा? यथा अत्र सत्त्वम् इति किमुच्यते? एतदत्र ध्येयं भवति। सत्त्वम् अत्र किमुच्यते? सत्त्वम् सतो भावः सत्त्वम्। सतो भावः सत्त्वम् अर्थात् यः सत् वर्तते। सत् वर्तते अर्थात् सर्वथा विद्यमानो वर्तते तस्य भावः। भावः इति वर्तमानता। तदेव अस्ति शब्देन उच्यते। चेत् तस्य आत्मावधारणमिति वा उच्येत, सत्त्वावधारणमिति वा उच्येत, सत्त्वस्य अवधारणमिति वा उच्येत, कोनो भेदः? अत्र केनचित् भेदः प्रदर्शितो वा? पाठभेदे केवलं वर्तते, भेदः अर्थभेदस्तु न प्रतीयते। तथा एका एव कथा वर्तते। यदि सत्त्वं पृथक्तः उच्यते चेत् सत्त्वशब्दस्य भावः अर्थः क्रियेत। भाविकारः भावः, भावार्थात् पदार्थः, द्रव्यं वा, तस्य आत्मधारणम्, आत्मनावधारणम्, आत्मनि तस्य या सम्भूतिर्वर्तते सा उच्येत। तदेव सत्त्वावधारणम् इति शब्देन उच्येत। किमस्ति? विपरिणाम। तद्भावाद्विकारं यो अस्य भावो अस्तित्वं स्वरूपत्वं वा तस्माद्विकारं विक्रियमार्थं ब्रवीति न वृद्धेरर्थमाचष्टे न प्रतिशीलते। अर्थात् तत्र प्रच्युतिर्नास्ति काचित्। तत्त्वात् अभ्रश्यमानस्य, हा, तत्त्वात् न भ्रश्यमानः भवति परन्तु विक्रियमात्रं ब्रवीति। कैश्चित् आरम्भः तत्र दीयते अर्थः, यथा तत्र भगवद्दत्तैः पाठभेदाः प्रदर्शिताः सन्ति स्कन्दस्वामिनः अथवा अन्यस्य, तत्र आरम्भः, अग्रिमायाः अवस्थायाः आरम्भः, न तु अग्रिमावस्था वर्तते। प्रच्युतिरपि न स्वीकृता सा। प्रच्युति मन्ये या व्यावहारिकी दृष्टिः वर्तते तत्र प्रच्युतिः भवेत्। प्रच्युतिस्तत्र भवेत्। दार्शनिकं तु वर्तते। जायते इत्यस्य व्यावहारिकता वर्तते, अस्ति अस्य भी व्यावहारिकता वर्तते, जायते अस्ति परिणमते वर्धते अपक्षीयते, वर्धते अपक्षीयते इत्यनेरपि व्यावहारिकता वर्तते। विपरिणामः इत्यस्य अधुना व्यावहारिकी सत्ता मृग्या वर्तते चेत् तदेव अत्र दीयते। नहीं, एवमत्र दृश्यताम् यथा रात्रिः का उच्यते, यथा अहोरात्रः उच्यते, अहोरात्र उच्यते चेत् द्वादश होराणां दिनं द्वादश होराणां च रात्रिः इति व्यावहारिकी सत्ता वर्तते, न तु तात्विकी सत्ता। तात्विक्यां सत्तायां तु किमस्ति, तत्र तत्र वृद्धिर्वा लक्ष्यते अपक्षयो वा लक्ष्यते। सत्ता तु मन्ये रात्रेः तु दिनस्य क्षणमात्रा स्यात्। यः किल मध्यगतो बिन्दुर्वर्तते, मध्यगतः कालः वर्तते, स रात्रिरिति वा दिनमिति वा उच्येत, नो चेत् अपक्षीयमाणकालः अथवा तत्र वृद्धियुक्तः कालः इत्येव उच्येत। मध्यरात्रिपर्यन्तं वृद्धिः, ततो अग्रे अपक्षयः, तथैव दिवसेऽपि सा स्थितिर्वर्तते। दिनस्य पूर्वार्ध परार्ध भिन्ना छायैव मैत्री खल सज्जनानां, यथा छाया वर्तते तथैव तस्यापि वृद्धिर्वर्तते, इत्येषा तात्विकी स्थितिः। परं तत्र व्यावहारिकी स्थितिर्न वर्तते सा। सूर्योदय प्रवृत्ति सूर्यास्त पर्यन्तम् इति उच्यते सामान्येन, तद्दिन सः दिनकालः, अन्यच्च सूर्यास्त प्रवृत्ति सूर्योदय पर्यन्तं, रात्रिकालः इति उच्येत, उत्वा आन्याय्या शय्योत्थानात् आन्याय्यं शय्यागमनं, यः कालः सः दिनकालः, तत्र तदितरत्र च रात्रिकालः इति उच्येत, चेदेषा सर्वापि व्यावहारिकी सत्ता एव वर्तते। समुदाय वृत्ता तत्तु अस्ति, मन्ये तत्र स्थिति, यतो हि कालस्य व्यवहारः अस्माभिः क्रियया क्रियते सर्वथापि, क्रियायाश्च द्यात्मिका सत्ता वर्तते, अवयवात्मिका समुदायात्मिका च। या किल समुदायात्मिका सत्ता वर्तते सा व्यावहारिकी स्थितिः इति उच्येत, अन्यच्च या अवयवात्मिका सत्ता वर्तते, सत्ता तु सापि वर्तते, तस्यापि व्यवहारस्तु वर्तते। अद्य अहं करोमि, अधुना अहं करोमि, दिने करोमि, दिने अहम् अधीये, यदा उच्यते दिने अहम् अधीये चेत् दिनस्य एकस्मिन् देशे एव तु तिष्ठामि, एतत्र समुदायस्य व्यवहारः अव्यये भवति। तथैव तत्रापि स्यात्, मन्ये औपचारिकः व्यवहारः स्यात्, समुदायेषु हि प्रवृत्ताः शब्दाः अव्ययेष्वपि वर्तन्ते इति नियमेन स्यात् मन्ये चेत्, विपरिणामस्य व्यावहारिकी सत्ता तु का स्यात्? मन्ये तथा उच्येत, कश्चित् दुग्धं ग्रहीतुम् आगतः अस्तु चेत्, तत्र दुग्धे अस्माभिः सायंकाले दधिपातः कृतः, दधि यथा स्यात् प्रातःकाले चेत्, अधुना तस्य दधित्वं तु न सम्पन्नं, परं दुग्धत्वमपि न वर्तते। दुग्धाच्य तत्त्वात् तस्य प्रच्युतिरपि न वर्तते, अपि वा स कालः उच्येत उत्वा सा स्थितिरुच्येत विपरिणामशब्देन। दुग्धस्थितिरपि वर्तते, दुग्धात् प्रच्युतिरपि न वर्तते, यतोहि सा क्रिया इदानीम् आरब्धा, अन्यच्च दधित्वमपि वक्तुं न शक्यते। दुग्धत्वमस्ति, दुग्धात् प्रच्युतिरपि न वर्तते, परं दधित्वमपि नास्ति तत्र चेत्, मन्ये तादृशी सत्ता अत्र कथ्येत। वर्तते पृथक स्थिति वर्तते नहीं उभयात्मिक स्थिति वर्तते दुग्धम दुग्धम वर्तते नापि वर्तते यदि यदि विशुद्धं दुग्धं वर्तते तस्य तु अत्र कथैव न वर्तते यदि विशुद्धं दुग्धं अत्र कथा वर्तते विपरिणाम विपरिणाम स्थिते ते विपरिणाम स्थिति का नाम स्यात् यत्र हि यथा तत्र भवति न ची प्रयोगे भवति ची प्रयोगे किं भवति विकृत्या सह प्रकृतिरपि विवक्षा भवति यत्रैव विकृत्या सह प्रकृतिर्विवक्षा भवति तत्रैव च प्रवृत्तिर्भवति नान्यत्र भवति यदि केवलं प्रकृतिर्वर्तते चेत् किन्नाम चेत्कालः न स भवति तथैव यदि च केवलं विकृत्यवस्था वर्तते चेदपि चेः कालो न भवति उभयात्मिका सत्ता स्यात् यदि केवलं दुग्धं वर्तते चेदपि न विपरिणामः चेत् केवलं दधि वर्तते चेदपि विपरिणामकालः न वर्तते दुग्धम अस्ति न चापि दुग्धम अस्ति यतो हि विपरिणामः उच्यते चेत् काचित् भिन्ना सत्ता भिन्ना परम व्यावहारिकी सत्ता न वर्तते मन यतो परिणामस्य आरम्भः इति तत्र उच्यते तेन परिणामस्य आरम्भः तत्त्वात् तु प्रच्युतिः नास्ति व्यावहारिकी मन्ये उच्यते तस्य भावस्तोत लघु भाव इति क्रीडबीतो भाव अस्तु उपसर्गेण उपसर्गेण उपसर्गेण तत्र उच्यते उपसर्गेण वि वि उपसर्गः वि उपसर्गेण तत्र दीयते न तत्र भगवदत्त महोदय दीयते कुतश्चित् वि शब्दः अत्र वर्तते इति तथा दीयते तत्र केनचित् व्याख्यायते तथा आरम्भिकी स्थिति तत्र नैव पूर्वत्वम् उच्यते न चापि परत्वम् उच्यते अवस्थान्तरं तु उच्यते परम् अवस्थान्तरस्य व्यावहारिकी सत्ता न वर्तते इति दृश्यते अत्र अवस्थान्तरस्य व्यावहारिकी सत्ता नास्ति नैव दुग्धमस्ति न चापि दधि वर्तते दधि नास्ति व्यवहारस्यापि तु अनेकधत्वं वर्तते अनेकविधत्वं व्यवहारस्य वर्तते सर्वोऽपि व्यवहारः सर्वत्र न भवितुम् अर्हति यथा प्राकृतेषु जनेषु सर्व व्यवहारः न चलति परन्तु क्रियते न तत्र वैद्यजनैः क्रियेत विद्वज्जनैः क्रियेत वैज्ञानिकैः क्रियेत तैः दृश्येत प्राकृतजनैः न दृश्येत तत्र तु सत्ता वर्तते तदैव तु उच्यते अनेन प्राकृतजनेषु न स्यात् नहीं दुग्धम अस्ति तत्र च दधिपातो विहितः दध्यर्थम् श्वः दधि भविष्यति इत्येतदर्थं तत्र दधिपातः जामुनिति उच्यते भाषायां तत्र कृतः चेत् तद्दुग्धं पानयोग्यं नास्ति दुग्धमपि च अस्ति दधि नास्ति यतोहि चेत् तत्र विपरिणामः इति उच्यते मन्ये या स्थितिरत्र उच्यते टीकाकृद्भिः सा स्थितिः तत्र विपरिणामशब्देन उच्यते इति चिन्तनं जायते एतैः विपरिणामशब्दस्य स्थितिर्ज्ञापिता चेत् तस्य कृते कः शब्दः विपरिणामस्य का स्थितिः अनेन उच्यते यत् तत्त्वात् अप्रच्युतः अन्य च अपराम् स्थितिमपि न प्राप्तः चेत् सा का स्थितिः नहीं दध्यपि न उच्यते अपरास्थिति दधि इति उच्यते चेत् दध्यपि नास्ति तत्र पूर्वास्थिति च दुग्धमिति उच्यते दुग्धमिति व्यावहारिक सत्ता तस्य दुग्धस्य भवति यत् पानयोग्यं भवति परम अपानयोग्यत्वात् तत्र विशुद्धत्वेन दुग्धमिति अपि न उच्यते न च दुग्धरहितत्वम् अपि उच्यते स एव विपरिणामः इति उच्यते दुष्टं दुग्धं तथा उच्येत चेत् सा एव स्थिति विपरिणाम शब्देन उच्यते चेत् का दोषः यतोहि एतदेव व्याख्यायते एतैः उदाहरणं तु न दीयते केनचित् न जातः दुग्धमेव विव्रियते अपक्षये तु तस्य दधि इति उच्यते यतोहि दधि तस्य विकृतिः स्यात् परं दधि नास्ति मया तो केवलम् एतत् चिन्त्यते या स्थितिः टीकाकृद्भिः भाष्यकृद्भिः वा विपरिणाम शब्दस्य दीयते चेत् तस्याः स्थितेः का वर्तमानता क्व स्थितिः तत्त्वात् तस्य प्रसूतिर्नास्ति अवस्थान्तरप्राप्तिर्नास्ति चेत् काचित् मध्यगता स्थितिर्वर्तते तैश्च स्पष्टम् उल्लिखितं वर्तते यत् परिणामस्य तत्र आरम्भो जातः तस्य कृते नाम पृथक्तः नास्ति विपरिणाम शब्दः वर्तते तत्र तेषां कृते एव उच्यते स्वांगाभ्युच्चय न अपक्षीयम् आचष्टेन अपक्षीयमाणम् आचष्टेति तस्य नैव प्रतिषेधं करोति न चापि आचष्टे तस्य विषये किञ्चित् तदेव प्रातिलोम्यम् साङ्गे शरीरस्य विदृजायते मल्लः भवति कश्चित् संयोगः उच्यते यत् बाह्यः संयोगः भवति बाह्याः ये पदार्थाः सन्ति यथा बीजेन वृद्धिः तथा उच्यते यथा बाह्यवृद्धिर्वर्तते अस्माकं पुस्तकालयो जातः अस्माकं गावः जातः अस्माकं संस्था जाता अस्माकम् अन्यधनवृद्धिर्जाता स्वाङ्गाभ्युच्चय शब्देन उच्यते भवेत् स्वाङ्गाभ्युच्चय शब्देन सा वृद्धिरुक्ता भोजनादिना या वृद्धिर्वर्तते शरीरे स्वाङ्गाभ्युच्चय शब्देन सा उक्ता संयोगिकः भवति बाह्यः यथा गवादिना भवति न विजयेन इति धनादिना भूम्या किञ्चित् रूपेण शरीरेपि तु वृद्धिर्वर्तते स्वाङ्गाभ्युच्चय शब्देन उच्यन् उक्तं तत् स्वाङ्गाभ्युच्चय एवमस्ति न यदपि अस्माभिर्भुज्यते तत्तु शरीराङ्गं भवति पृथक्तस्तु न तिष्ठति परं ये संयोगिकाः पदार्थाः सन्ति गावः धनं भवनं भूमिः अन्ये च ये केऽपि पदार्थाः सन्ति तेषामपि वृद्धिः मदीया वृद्धिरेव उच्यते मम वृद्धिरुच्यते तेषामपि वृद्धिः मम वृद्धिरुच्यते यथा शरीरस्य वृद्धिः मम वृद्धिरुच्यते तथैव तेषां पदार्थानामपि वृद्धिः मम वृद्धिरुच्यते स एव अत्र व्यवहारः विनश्यति इति तु सर्वथापि अपरभावः वर्तते जायते सत्तापि न वर्तते अपरभावस्य आदिमाचष्टे इत्यपि उक्तमासीत् न तत्र यतोहि अग्रिमस्य जन्म जायते अतोऽग्रे अग्रिमं जायते एवं उच्यते षड् भाव विकारः भवन्ति भाव शब्देन अनेक अर्थाः गृह्यन्ते कैश्चित् क्रिया गृह्यते कैश्चित् तत्त्वं गृह्यते कैश्चित् द्रव्यमुच्यते एवम् अनेक अर्थाः उच्यन्ते सर्वेपि यतो ये मूर्त पदार्थाः सन्ति प्राकृताः पदार्थाः सन्ति तत्रापि एतद् दृश्यते क्रियायामपि एतद् दृश्यते एव सर्वत्रापि दृश्यते एवमस्ति सर्वम् उच्यते परं तदेव उच्यते न यावत् योगरूढिता न भविष्यति तावत् कश्चित् अर्थो न जायते चेत् क्वचित् तु अस्माभिः तत्र अवरोद्धव्यं भवति योगरूढितायां यदि मन्ये द्रव्यं पदार्थः गृह्यते द्रव्यम् इति मूर्तः पदार्थः कश्चित् प्राकृतः पदार्थः पाञ्चभौतिकः पदार्थः चेत् तत्र एषा घटना घटते एव तत्र क्रियायामपि सा एव स्थितिर्वर्तते भवति इति भावः यस्य सत्ता वर्तते सर्वेषु अपि घटते एवं वक्तुं शक्यते नित्यता कस्य स्यात् एवमुच्यते नित्यता पूर्वं तु नित्यशब्दः व्याख्यातव्यः अन्य च नित्यस्तु सर्वथा यदि पश्यामः चेत् ईश्वरः अस्ति ईश्वरात् भिन्ना स्थितिः यत्र प्रकृतौ अथवा जीवे अथवा आत्मनि या नित्यता स्वीक्रियते सा तादृशी नित्यता न वर्तते यादृशी नित्यता तत्र एकरसात्मिका ईश्वरे वर्तते तत्र मूलभूता नित्यता तु तत्र वर्तते अत्र वर्तते चेत् तत्र प्रकृतौ या नित्यता वर्तते तस्य सत्ता तु वर्तते परं तत्र परिणामोऽपि दृश्यते परिणाम प्रवाहात्मिका दृश्येते मन्ये तत्र तथैव जीवस्य सत्तया तु तत्र नित्यत्वं वर्तते परम् एकरूपता तत्र न वर्तते तत्र कदाचित् मुक्तौ गच्छति कदाचित् च तत्र बन्धने आगच्छति गृहदा भवति परिणामनित्यता भविष्यति तत्र मतभेदः वर्तते दर्शनेषु आगमिष्यति मतभेदः तत्र वर्तते जीवः कूटस्थनित्यता कीदृशी कूटस्थनित्यता अपि वा यथा कूटं तिष्ठति तत्र आपणे तथैव तिष्ठति जीवः तत्र प्रभावो भवति न वा भवति जीवे तत्र ज्ञानं भवति अज्ञानं भवति एतत् या तत्र न्याये दीयते स्थितिः किन्नाम आत्मना लिंगानि दीयन्ते न तत्र इच्छा द्वेष प्रयत्न सुख दुख ज्ञान इत्यादयः आत्मनि भवन्ति न वा भवन्ति न न्याये भवन्ति परं तत्र न भवन्ति यदि कूटस्थनित्यता उच्येत चेत् एते तत्र कथं स्युः स्थितिभेदः अत्र विवादः भविष्यति नो चेत् स्थितिभेदः योगदर्शने भिन्ना स्थितिर्वर्तते साङ्ख्ये भिन्ना स्थितिर्वर्तते न्याये च भिन्ना स्थितिर्वर्तते ये आचार्याः सन्ति न्यायवादिनः सन्ति ते स्थूलपदार्थिनः सन्ति पदार्थवादिनः सन्ति व्यावहारिकी सत्ता तत्र वर्तते व्यावहारिकी सत्ता तु एषा एव लक्ष्यते तत्र यतो हि शरीरे इच्छा द्वेष इत्यादयः भवन्ति अपरा च एका स्थितिः सादृश्यते अत्र शरीरस्य यत्र एते न सन्ति किमर्थं सन्ति किमर्थं न सन्ति यथा शवे न सन्ति शवावस्थायाम् अधुना च सन्ति चेत् येन कारणेन एते गुणाः अत्र आसन् मन्ये स एव आत्मा इति उच्यते परं तत्र आत्मना सह अन्येपि तु अन्यानि साधनान्यपि तु भवन्ति सूक्ष्मशरीरं तत्र भवति कारणशरीरं तत्र भवति इत्यादिकं तत्र भिन्ना विषयः भवति भिन्नः विषयः भवति यदा तद्दर्शनम् अध्येष्यते तदा विचारयिष्यामः योगदर्शनस्य दीयते नास्ति न दधित्वं नास्ति नैव दुग्धत्वं वर्तते परम दुग्धत्वं वर्तते तत्मादप्रच्युतस्य एतत् स्मर्तव्यम् अस्माभिः किमर्थं न दीयेत यत्रापि स्वसमर्थने वाक्यं लभ्यते चेत् सर्वमपि तद् दीयते एव एतेनापि स्वीक्रियते एतेनापि स्वीक्रियते एतेनापि स्वीक्रियते तत्र दीयते एव अस्तु हा किमस्ति पञ्चभूतात्मकं द्रव्यम् अस्ति तदेव भाष्येन प्रोच्यते अस्य चार्जर् कुत्र वर्तते विद्युत् गच्छति मन्ये मध्ये गमिष्यति एतत् रक्षितव्यं सर्वथापि ध्यानेन गमिष्यति समाप्तं भवति प्रायेण अधुनैव समाप्तं हा किमस्ति यत् पञ्चभूतात्मकम् अस्ति तत् द्रव्यं तद्द्रव्यमेव भावशब्देन उच्यते भावशब्देन तदपि उच्यते अन्यच्च क्रिया अपि उच्यते उभयमपि उच्यते भावशब्देन भवतीति भावः भवति उत्पद्यते जायते असौ भावः विकारात्मता सर्वत्रापि वर्तते एव व्यवहारे सर्वत्रापि द्रष्टव्यं भवति अन्यच्च अत्रापि क्रियायामपि स व्यवहारः दृश्यते एव अस्ति एव सत्तः अत्र अस्ति वा न वा विद्युत् न जाने अत्र अत्र अस्ति न वा मन्ये इन्वर्टर् आरक्षितस्य वर्तते न वा मध्ये एव गमिष्यति एवम् एतत् योजनेन अत्र अस्तु अग्रे चलामः अतः उक्तम् अतो अन्ये भाविकाराः एतेषामेव विकारा भवन्ति इति ह स्म आह इत्यस्य कर्ता वार्षेणि इति वर्तते ते यथावचनम् अभ्यूहितव्याः ते भाविकाराः यथावचनम् यथा यथा ते तत्र उच्यन्ते यथा यथा लभ्यन्ते तथा तथा तेषाम् ऊहा कर्तव्या अथवा ये यानि यानि वचनानि अत्र प्रदत्तानि जायते अस्ति परिणमते चेत् यस्य भावस्य यत्रापि अन्तर्भावो भवति तत्र तस्य ऊहा कर्तव्या एवं भविष्यति अतो अन्ये इति ये अत्र उक्ताः तेभ्य ये भिन्नाः व्यवहारे दृश्यन्ते वाक्येषु तेषाम् अभ्यूहः अत्रैव कर्तव्यः चेत् नामाख्यातयोरेषः विचारः कृतः किमस्ति अद्य कक्षातः प्राक् पञ्चदशकलात् नमस्ते नमस्ते चेत् नामाख्यातयोः विषये विचारः चलति तत्र नाम्ना विषये नै तत्र चत्वारि इत्यस्य विषये मध्ये विचारः जातः यत् इन्द्रियनित्यं शब्दं वचनम् औदुम्बरायणः इति वचनम् आश्रित्य तत्र विचारः कृतः अधुना तत्रैव प्रकृतेविषये चलामः तत्र उपसर्गः अन्यच्च निपातः इत्यपि तत्र भेदद्वयं प्रदर्शितं शब्दस्य तत्र उपसर्गस्य विषये पक्षद्वयमत्र प्रस्तूयते न निर्बद्धा उपसर्गा अर्थान् निराहु व्याकरणेऽपि अस्माभिरधीतं यत् तत्र उपसर्गाणां पक्षद्वयं द्योतकत्वम् अन्यच्च वाचकत्वम् द्योतकत्वम् इति य एते उपसर्गाः प्रादयो उपसर्गाः क्रियायोगे चेत् क्रियायोगे एव उत्तमा केनचित शब्देन यदा ते संबद्धा भवन्ति तदैव कंचित अर्थम द्योतयन्ति न स्वकीया काचित अर्थ सत्ता एतेषां शब्दानां वर्तते ते प्राग्धातो इति तत्र उक्तमस्ति। तेषां ये उपसर्गसंज्ञकाः गतिसंज्ञकाः वा शब्दाः सन्ति धातो प्राक् तेषां प्रयोगो भवति चेतस्यैव धातोः धातु विशेषस्य अर्थं ते द्योतयन्ति स्वकीय अर्थसत्ता एतेषां न विद्यते सैव अर्थात् उच्यते न निर्बद्धा बन्धनरहिताः यदा केनचित् सह एते बद्धा न भवन्ति बन्धनं न गच्छन्ति तावत् एते उपसर्गा अर्थान् न निराहु निश्चयेन न आहु निश्चयेन ते कञ्चिदपि अर्थं न ब्रुवन्ति न कथयन्ति एतेषां स्वतन्त्रा अर्थसत्ता न वर्तते इति शाकटायनः। शाकटायनः एकः अतीव प्रतिष्ठितः वैयाकरणः आसीत् अनुशाकटायनं वैयाकरणः इति तत्र लक्षणं वर्तते उदाहरणं तत्र दीयते। स्वतन्त्रा सत्ता नास्ति इति द्योत्यते एतेषां स्वतन्त्रा काचित् अर्थसत्ता न वर्तते इति अत्र उच्यते न निर्बद्धा निर्बद्धा इति बन्धनरहिताः केनचित् असम्बद्धाः सन्तः उपसर्गाः अर्थान् न निराहु निश्चयेन ते न कथयन्ति एवं उत्वा एवम् उच्येत निश्चितं ते न कञ्चिदर्थम् आहुः एतत् निश्चितं यत् ते न कञ्चिदपि अर्थम् आहुः अर्थराहित्यमेव अत्र शाकटायनं न उच्यते अर्थः नास्ति इति यतोहि अपरः पक्षे अग्रे गार्ग्यस्य अत्र उच्यते स चापि स्वीक्रियते। अत्र द्विधा स्थितिः तत्र लभ्यते एका स्थितिः गतिरूपेण उपसर्गरूपेण च व्याकरणे यत्र हि क्रियया सह सम्बद्धता एतेषां वर्तते अपरा स्थितिः कर्मप्रवचनीया स्थितिर्वर्तते यत्र तत्र तेन सुबन्तेन सह एतेषां स्थितिर्लभ्यते तदेव उच्यते नामाख्यातयोस्तु कर्मोपसंयोगद्योतका भवन्ति नाम्नः आख्यातस्य च यतोहि उभाभ्याम् अपि सह एतेषां प्रयोगः लक्ष्यते व्यवहारे अतः एतयोरेव कर्मशब्दः अत्र निरुक्ते अर्थशब्दस्य अर्थे आगच्छति कर्म इति अर्थः कर्म इति क्रिया यतोहि व्याकरणेऽपि एतत्तु आगच्छत्येव कर्मव्यतिहारे कर्मशब्दः क्रियायां भवति अन्यच्च आख्यातजानि नामानि तत्र आख्यातानां तु क्रियातत्वं वर्तते एव यान्यपि नामानि सन्ति तेषामपि आधारः क्रियातत्वमेव वर्तते अतः तत्र यत्किञ्चिदपि अर्थतत्वं वर्तते तत्सर्वमपि क्रियाधीनम् इत्यपि वक्तुं शक्यते यत्किञ्चिदपि अर्थतत्वम् अत्र दृश्यते तत्सर्वमपि क्रियाश्रितं वर्तते अतः क्रियाशब्देन अथवा कर्मशब्देन अर्थः इति उच्यते अत्र परमार्थतः चेत् तेन सह उपसंयुक्ताः सन्तः अर्थस्य द्योतकाः इति भवन्ति इति शाकटायनस्य पक्षो वर्तते स्वतन्त्रा काचित् अर्थसत्ता न वर्तते अपि तु नाम्नाम् आख्यातानां सहैव तेषां प्रवृत्तिर्जायते पूर्वतनेषु ग्रन्थेषु कोमा इत्यादिकं नास्ति अस्तु अपरः पक्षः गार्ग्यस्य वर्तते गार्ग्यः एकः सामवेदस्य पदकारः आसीत् आचार्यः तस्यापि अतीव सूक्ष्मीक्षिका वर्तते तस्य पक्षः दीयते उच्चावचाः पदार्थाः भवन्ति इति गार्ग्यः एतेषाम् उपसर्गाणाम् उच्चावचः उच्चः अन्य च अवचः अवचः इति नीचः निम्नः तादृशाः एतेषाम् पदार्थाः भवन्ति इति गार्ग्यस्य अभिमतं वर्तते कथमिति चेत् एतस्य यः पक्षः सः यास्केनात्र विस्तर्षः दीयते उदाहरणप्रसरं दीयते शाकटायनस्य पक्षस्तु केवलम् उत्थाप्य एवमेव तत्र त्यक्तः अत्र तु उदाहरणानि प्रस्तूयन्ते गार्ग्यस्य पक्षे पदार्थाः भवन्ति इति गार्ग्यः तद् य एषु पदार्थः एषु इति उपसर्गेषु उपसर्गेषु यः पदार्थः वर्तते प्राहु इमे तम् तम पदार्थम इमे उपसर्गाः प्राहु प्राहु कथयन्ति नामाख्यातयोर अर्थ विकरणम् नामाख्यातयोर अर्थ विकरणम् यदा नामना आख्यातेन वा संबद्धता एतेषां उपसर्गाणां जायते तदा एकः अर्थस्तु स्वतंत्रस्य नामनः उत्वा आख्यातस्य भवति यथा भवति परं यदैव उपसर्गः तत्र संयोज्यते प्रभवति संभवति चेत् अर्थविकृतिर्जायते सा अनेन उपसर्गेण तत्र उच्यते तथैव तत्र किन्नाम नाम्ना सह अपि सा एव स्थितिर्वर्तते अन्यच्च स्वकीयसत्ता अपि वर्तते एवं नास्ति स्वकीयसत्ता वर्तते एव न कदाचित् एतेषां शब्दानाम् आ इति अर्वागर्ते यथा उच्यते आ यथा तत्र आङ्मर्यादावचने आङ्मर्यादाभिविद्योः आ पाटलिपुत्रं विष्टो देवाः तत्र उक्तं चेत् पाटलिपुत्रे प्राक् चेत् आ इति अर्वागर्थे वर्तते प्रपरा इति एतस्य प्रातिलोम्यं यथा आगच्छति अन्यच्च प्रतिष्ठते उत अप्रागच्छति चेत् तत्र आ इत्यनेन यः अर्वागर्थः उक्तः तस्मात् भिन्नः अर्थः प्रशब्दस्य जायते अधुना तथा अपनयनं दृश्यते तथा तत्र गच्छति आगच्छति प्रगच्छति दूरं गच्छति तथैव परा शब्दोऽपि तत्रैव वर्तते प्रपरा इत्येतस्य एतस्य इति आ इत्येतस्य अर्थस्य प्रातिलोम्यं विपरीतमर्थं कथयतः अस्तु प्रातिलोम अभीति अभिशब्दः एकः उपसर्गः वर्तते इति अभिमुख्यम् अभिमुक्तां कथयति प्रतीति अभिगच्छति प्रतिगच्छति तथैव वर्तते प्रति इत्येतस्य प्रातिलोम्यं विपरीतम् अर्थं कथयति तथैव वर्तते अतिसु इति अभिपूजितार्थे स्वतिपूजायाम् इति तत्र व्याकरणे अधीतमेव अस्माभिः शोभन राजा अतिराजा इति वा सुराजा इति वा उभयमपि तत्र उच्यते अतिसु इत्यभिपूजितार्थे निर्दुर् इति एतयोः प्रातिलोम्यम् निर्दुर् इत्येतौ उपसर्गौ सु अति अतिसु इत्येतयोः अर्थयोः प्रातिलोम्यम् अर्थं कथयतः विपरीतम् अर्थं कथयतः निर्दुर् इति निन्दितार्थे वर्तेते अभिपूजितार्थे अतिसु निन्दितार्थे निर्दुर् इति इति भवति प्रातिलोम्यम् नि अव इति विनिग्रहार्थीया विनिग्रह विनिग्रह यथा कञ्चित् अर्थं प्रगृह्य वदामः पकडना जकडना एवं स्यात् विनिग्रहार्थीया उदित्येतयोः प्रातिलोम्यम् उदिति नि अव इत्येतयोर्यः अर्थः ततः विपरीते अर्थे उत् इत्येतः इत्येषः उपसर्गः वर्तते प्रातिलोम्यम् एक एव अर्थः उच्यते विनिग्रहशब्देन पृथक् पृथक्स्तु न उच्यते समिति एकीभावं यथा सङ्गच्छते सङ्गतिं सङ्गतिः इत्यत्र एकीभावः द्योत्यते वि अप यथा समासः समास इति एकीभावः व्यास इति पृथक् भावः उच्यते सङ्ग्रहः इति एकीभावः विग्रहः इति पृथक् भावः उच्यते तदेव उच्यते समिति एकीभावं वि अप इत्येतस्य प्रातिलोम्यम्, विपरीतः अर्थः सर्वथा अपि उच्यते अत्र अपगच्छति प्रातिलोम्यम्। अनु इति अनुपसर्गः एकः वर्तते, अनु इति सादृश्या परभावम्, सादृश्यस्य यः परभावः तम् आह। अपि इति संसर्गम्, अपि शब्दः संसर्गम् आह। अनु शब्दस्य प्रयोगः कदा भवति तत्र अस्ति न किं नाम तत्रापि वर्तते सादृश्ये दीयते अनु अनु तत्र वर्तते न अनुकरोति अथवा मातरम् अनुसंहरति संवदति तत्र तथैव वर्तते संसर्गम् अपीति संसर्गम्। उप इति उपजनम्, उपशब्दः उपजने वर्तते, उपजन उपजनशब्दस्य वैयाकरणेरपि प्रयोगः क्रियते आगमार्थे क्रियते उपजनशब्दस्य प्रयोगः तादृशी एव स्थितिः। परीति सर्वतोभावम्, परिशब्दः तत्र व्याकरणेपि सर्वतोभावे उच्यते एव सर्वतोभावम्। अधीति उपरिभावम्, अधिकरणम् अधिशब्दः उपरिभावे वर्तते भवम्। ऐश्वर्यं वा अधिरीश्वरे, ऐश्वर्यमपि तत्र वर्तते अधिशब्दः। एवम् उच्चावचान् अर्थान् प्राहु, एवं निम्नोन्नतान् उच्चः ऊर्ध्व ऊर्ध्वगतः उच्चः अन्यच्च निम्न अर्थमपि एते आहु। केचन अर्थे भवन्ति अपरे च विपरीतार्थे भवन्ति। त उपेक्षितव्याः, उपगम्य ईक्षितव्याः उपेक्षितव्याः। यत्र यत्र अर्थे एतेषाम् उपसर्गाणां प्रयोगः वर्तते तत्र तत्र गत्वा इत्येते शब्दाः उपगम्य ईक्षितव्याः, विशेषतो द्रष्टव्याः विचारयितव्यः। एवमत्र उपसर्गाणां विषये अनेन उक्तम् चेत् हा किमस्ति अधीति उपरि भावम्, अधिशब्दः उपरि भावम् आचष्टे किमस्ति अत्र अधिकरणमेव उच्यते आधारः भवति चेत् अधिकरणं किमुच्यते अधिकरणशब्दस्य कः भावः आधारः भवति चेत् स एव तु अधिशब्देन उच्यते अधिकारी अधिकारी इति तु हा तेषाम् उपरि वर्तते अधिकारी शब्दः तथा वर्तते अधिकरोति तत्र तु ऐश्वर्येऽपि स्यात् मन्ये अधिरीश्वरे ऐश्वर्येऽपि तत्र स्यात् अधि ब्रह्मदत्ते पञ्चालाः अधिपञ्चालेषु ब्रह्मदत्तः इति उभयतापि युज्यते तत्र एतेषाम् उपरि वर्तते उत्वा एतेषाम् अधीनाः एते सन्ति उभयतापि तत्र व्याख्यायते गमिष्यति चेत् एते उपसर्गाः तान् अर्थान् ब्रुवन्ति इति गार्ग्यपक्षः अत्र विस्तरेण उपस्थापितः यास्केन अग्रे निपातपक्षः उद्रियते चेत् नाम्नाम् उपरि विचारः जातः आख्यातानाम् उपरि सत्त्वप्रधानानि नामानि भावप्रधानमाख्यातम् उपसर्गे च विचारितम् निपाताः अथ निपाताः निपातेष्वपि उच्यते उच्चावचेषु अर्थेषु निपतन्ति सैव अर्थः अत्रापि उच्यते उच्चावचेषु इति निम्नोन्नतेषु अर्थेषु एतेऽपि निपतन्ति इति निपाताः एतेषु अर्थेषु निपतन्ति इति निपाताः एवं तु सर्वेऽपि शब्दाः उच्चावचेषु अर्थेषु वर्तन्ते एव परमत्र योगरूढिता वर्तते निपातशब्दस्य महर्षिदयानन्दमहोदयैः निपातन् शब्दस्य अर्थेऽपि निपातशब्दस्य प्रयोगः तत्र उणादौ अन्यच्च अन्यत्रापि प्रयुक्तः वर्तते प्रयोगः कृतः वर्तते हाँ, निपात शब्द से निपातन अर्थे प्रयोग है। निपातन शब्द वैयाकरण ही अन्य अर्थे प्रयुज्यते। शब्दानाम यह सूत्रे स्वरूपतः पाठः वर्तते स निपातन शब्देन तत्र उच्यते। तत्र अर्थ निपात शब्दस्य प्रागृशो निपातः इति एक संज्ञा वर्तते। हाँ, चेत स एव निपातः अत्रापि वर्तते निपतन्ति इति निपाताः। भरतनाट्यशास्त्रे सही अर्थ उच्यते। यथा अपि उपमार्थे उपमार्थे निपातानां प्रयोगः भवति। अपि कर्मोपसंग्रहार्थे कर्म अर्थस्य उपसंग्रह समुच्चयः क्रियते चेत् उपमार्थेऽपि निपातानां प्रयोगो भवति। अन्यच्च अर्थस्य उपसंग्रहार्थेऽपि नाम निपातानां प्रयोगो भवति। अपि पदपूर्णा केचन पदपूर्णा अपि वर्तन्ते, पदस्य पूर्णाय एव तत्र दीयन्ते। तत्र प्रसमुपोदः पादपूर्णे इति तत्र दुरुस्नं तत्र उच्यते पादपूर्त्यर्थं छन्दसि तत्र दीयन्ते। अधुना विवेकः प्रदर्श्यते, विभागः प्रदर्श्यते। तेषाम् एते चत्वारः उपमार्थे भवन्ति। एते अग्रे उच्यमानाः निपाताः चत्वारः उपमार्थे भवन्ति। यथा इव इति भाषायां, भाषायाम् इति लौकिकेषु प्रयोगेषु। अन्वध्यायं च, अध्यायशब्दस्य वेदपदार्थे प्रयोगः बहुशः लक्ष्यते। यथा स्वाध्यायो अध्येतव्यः, अत्र अध्यायशब्दः वेदे वर्तते। तथैव अत्र अपि अन्वध्यायं च, अत्र किं नाम अभिभावो वर्तते अनुशब्देन सह, चेत् अत्र अर्थो भवति वेदे च, भाषायाम् अन्यच्च वेदे। इव शब्दः उभयत्रापि उपमार्थे वर्तते। उदाहरणमत्र दीयते यथा अग्निरिव, अग्निनातुल्यम्, इन्द्र इव। अस्य च इव शब्दस्य प्रयोगः प्रायेण प्रथमान्तेन सह एव लक्ष्यते। तुल्यार्थे रतलोपाभ्यां तृतीयानिद्रस्यां, तत्र तु तृतीया अन्यच्च षष्ठी, उभयोरपि प्रयोगः तत्र भवति। परम् इव शब्दस्य प्रयोगः प्रथमान्तेनैव लभ्यते न। तेन तुल्यं क्रियाचेत् भवति नहीं, तेषाम् इव अस्माकं गृहात् तु स्वामी सस्वामी सम्बन्धे षष्ठी वर्तते। यथा तेषां गृहाणि सन्ति तथैव अस्माकमपि गृहाणि सन्ति चेत् तत्र औपम्यं कुत्र वर्तते, गृहे अथवा अस्मदि युष्मदि वा? गृहे वर्तते, गृहं च प्रथमान्तेन प्रयुज्यते। यथा तेषां गृहाणि तथैव अस्माकं गृहाणि। अचेत् मोदके वर्तते अग्निरिव, अग्निरिव इन्द्रः, इन्द्र इव अग्निः, एवमत्र उच्यते न। चेत् प्रथमान्तेन इव योगः दृश्यते, तेन तुल्यं क्रिया चेत् वतिः, अग्निना तुल्यं वर्तते अग्निवत्। अन्येषां शब्दानां योगे तृतीया दृश्यते, परम् इव शब्देन योगे प्रथमा दृश्यते। इवेन सह नित्यसमासः विभक्तिलोपश्च तत्रापि उच्यते, वाससि इव प्रथमान्तस्य उपयोगः लक्ष्यते। न इति प्रतिषेधार्थीयो भाषायां, न इति एकः निपातः वर्तते, भाषायाम् अस्य प्रयोगः प्रतिषेधे लभ्यते, निषेधे लभ्यते। परम् उभयम् अन्वध्यायम्, वेदे तु उभयमपि, उभयमिति उपमार्थेऽपि अन्यच्च प्रतिषेधेऽपि उभयत्रापि लभ्यते। परं तस्य विवेकः कथं भविष्यति, तत्र विभागः कथं भविष्यति, क्व नु अस्य प्रयोगः उपमार्थे भवति अन्यच्च क्व प्रतिषेधे भवति चेत् उच्यते उभयमन्वध्यायम्। न इन्द्रं देवम् अमंसत, अत्र निषेधे वर्तते। इन्द्रं देवं न अमंसत, इन्द्र को देव नहीं माना। क्वचित् प्रसंग विशेषे अत्र पंडित भगवदत्त महोदय प्रसंग तत्र दीयते, यत्र ये सूर्यकिरणाः सन्ति तैः सह आदित्यः देवत्वेन न स्वीकृतः इति तत्र प्रसंगः दीयते। चेदत्र निषेधे वर्तते इति प्रतिषेधार्थीयः। प्रतिषेधार्थीयस्य न शब्दस्य प्रयोगः क्व भवति चेत् पुरस्ताद् उपचारः। कस्य पुरस्ताद्? तस्य यत् प्रतिषेधति। यस्य प्रतिषेधः इष्यते तस्य पुरस्ताद् अस्य प्रयोगः भवति। अतः अत्र न इन्द्रं देवम् अमंसत इति। अपरः उपमार्थीयः प्रयोगः दुर्मदासो न सुरायाम्। अतीव मदयुक्ताः सुरायाम् सुरापाने ये वर्तन्ते तेषामिव। येन उपमिमीते तस्मात् पराक् अस्य प्रयोगः भवति चेत् तत्र उपमार्थता भवति। अस्य तदेव उच्यते इति उपमार्थीयः। उपरिष्टात् उपरिष्टात् अर्थात् पश्चात्। कस्य पश्चात्? उपरिष्टात् उपचारः। उपचारः इति व्यवहारः प्रयोगः। तस्य यथा तत्र औपचारिकता शब्दः वर्तते चेत् औपचारिकता इति व्यावहारिकता। एवं तु उपचारशब्दः अथवा औपचारिकता शब्दः गौणार्थे वर्तते। एषा तस्य व्यावहारिकता वर्तते अर्थात् तत्त्वं न वर्तते। औपचारिकतया तथा उच्यते। आगम्यतां भुज्यतां भोजनं तु नास्ति पुनरपि उच्यते। चेत् उपरिष्टात् उपचारः तस्य येन उपमीते। येन उपमीमीते अर्थात् उपमानेन सह। उपमानं यद्भवति तस्य उपरिष्टात् अस्य नकारस्य यदि प्रयोगः चेत् उपमार्थीयो भवति। पुरस्तात् चेत् प्रयोगः निषेधार्थीयोऽयं भवति। एवमस्य विवेकः जायते नकारस्य। प्रसङ्गोऽपि द्रष्टव्यः भविष्यति। नैव पुरस्ताद् यदि भवति चेत् निषेधार्थीयः, अन्यच्च परस्ताद् यदि भवति चेत् उपमार्थीयः इति अत्र दीयते। यस्य प्रतिषेधः इष्यते तस्य पुरस्तात् नकारस्य प्रयोगः चेत् प्रतिषेधार्थीयो भवति। येन उपमिमीते तस्माच्च पराक् उपरिष्टात्। अनीत उच्यते न यद् द्वयोर्मध्ये पठ्यते। मन्ये द्वयोर्नाम्नोः मध्ये पठ्यते चेत् कस्य ग्रहः तत्र भवेत्? परेण सह न वर्तते इति केन विवेकः क्रियते? चेत् प्रसङ्गः तत्र द्रष्टव्यः भवति। उपरिष्टात् येन उपमीयते उपमानात् उपमानस्य परस्तात् उपरिष्टात् प्रयोगः। निर्वचनप्रसङ्गे निर्वचनविधा यत्र उपदेक्ष्यते अनेन तत्र वक्ष्यते प्रकरणेनैव तु निर्वक्तव्याः। कश्चिदपि शब्दः प्रकरणगत एव अर्थं ब्रवीति। सर्वार्थता सर्वेऽपि शब्दाः सर्वार्थता भवन्ति। एवं तु सामान्येन सर्वार्थता अस्तु। चिदिति एषः अनेककर्म। अनेककर्म इति अनेकार्थकः। चिदित्येषः शब्दः। आचार्यश्चिद् इदं ब्रूयात् इति पूजायाम् अर्थात् एतं सिद्धान्तं तु आचार्य एव वक्तुम् अर्हति। अन्यत्र अन्यस्मिन् कस्मिंश्चित् जने सामर्थ्यं नास्ति। चेदत्र आचार्यस्य पूजा आदरः तत्र गम्यते चित् शब्देन। आचार्यश्चित् इदं ब्रूयात्, आचार्य एव इदं वक्तुं शक्नुयात् इति पूजायाम् आचार्यशब्दः आगतः चेत् तस्यैव निर्वचनं पूर्वं स्यात्। को नाम आचार्यः? आचार्यः कस्मात्? कस्मादिति हेतौ पञ्चमी वर्तते। कस्मात् धेतोः आचार्यः आचार्य इति उच्यते चेत् अधुना आचार्यस्य प्रवृत्तिनिमित्तं विचार्यते। पूर्वं प्रवृत्तिनिमित्तं वर्तते आचारं ग्राहयति इति। यः आचारं ग्राहयति स एव आचार्यः इति उच्यते चेत् आचार इति तु आङ्गुपसर्गः चर्धातु। अन्यच्च आचार्यः यति ग्राहयति शब्दस्य एकारः गृहीतः चेत् आचारं ग्राहयति इति आचार्यः एवं भविष्यति। अन्यच आचिनोति अर्थान, आचिनोति शास्त्रार्थान इति तु तत्त्वार्थः। परम अत्र अद्यत्वे तु आचार्या सर्वेपि अर्थानां आचये एव संलग्नाः भवन्ति प्रायेण। विद्याध्ययन अध्यापनं त्यक्त्वा तत्र अर्थानामेव आचये संलग्ना भवन्ति, अत एव ते मुख्यत्वेन आचार्याः इति उच्यन्ते। तैव आचिनोति अर्थान, ये शास्त्रीयाः अर्थाः भवन्ति तेषाम् आचयम् असौ करोति, अतः आचार्यः इति उच्यते। आचिनोति बुद्धिमिति वा, शिष्याणां बुद्धिं तत्र शास्त्रे आचिनोति, तस्य तत्र प्रयोगं कार्यति। आचिनोति बुद्धिमिति वा आचार्यः इति त्रीणि तत्र प्रवृत्तिनिमित्तानि प्रदर्शितानि, आचारस्य ग्रहणात्, अर्थस्य आचयात्, बुद्धेश्चाप्याचयात् आचार्यः उच्यते इति। इति वा शब्दः चकारार्थे वर्तते, न तु संदेहे वर्तते, न चापि विकल्पे वर्तते, समुच्चयार्थे वर्तते। यतो हि असौ आचारं ग्राहयति, अन्यच्च यतो हि असौ अर्थान् आचिनोति, अन्यच्च यतो हि असौ बुद्धिम् आचिनोति, अतः असौ आचार्यः इति उच्यते। चेदत्र चित्शब्दः निपातः, किन्नाम पूजायां प्रदर्शितः, तस्य प्रयोगः। अधुना दधिचित् इति उपमार्थे, दधिचित् दधि इव चित् शब्दः अत्र उपमार्थे वर्तते। अन्यच्च कुल्माशांश्चित् आहर, कश्चित् केनचित् किञ्चित् आदातुम् उक्तः, अरे एतदानय, दुग्धम् आनय, श्रीमन् गृहे दुग्धं नास्ति, अरे भोजनम् आनय, श्रीमन् भोजनमपि गृहे नास्ति, अन्यानि वस्तूनि उक्तानि। पश्चाच्च सः वक्ति, अरे कुल्माशांश्चित् आहर, कुल्माशास्तु भविष्यन्ति न गृहे, तानेव आनय, अन्यत् किमपि नास्ति चेत्। कुल्माशांश्चित् आहर इति अवकुत्सित् कुत्सिते निन्दायाम् अत्र प्रयुज्यते, अस्य प्रयोगः कुत्सिते वर्तते। कुल्माषाः के भवन्ति, कुलेषु सीदन्ति, अन्यत् किमपि नास्ति कुले परम् एते तु सीदन्ति एव। उबला हुआ अन्न, अत्र बाकली, बाकली इति उच्यते प्रायेण, उबला हुआ अन्न, किमपि नास्ति चेत् तत्तु तिष्ठत्येव, पूर्वम् एतदेव दीयते स्म। अथवा कुलेषु सिद्धन्ति इत्यस्य अपरार्थ दीयते, कुलम् इति गुच्छा, एते ये भवन्ति ते गुच्छा मध्ये, स्तबक मध्ये तिष्ठन्ति। मन्ये यदा ते तत्र किन्नाम क्लिद्यन्ते, क्लिन्ना भवन्ति तत्र उष्णे जले, तदा एतेषां गुम्फनं भवेत्, अत एव उच्यन्ते कुलेषु, उच्यते कुलेषु सीदन्ति इति कुल्माषाः। नु इति एषो अनेककर्म, एवम् अत्र चित् शब्दस्य अनेकेषु अर्थेषु प्रयोगः प्रदर्शितः। अधुना नु शब्दस्य तथैव प्रदर्श्यते, नु इति एषो अनेककर्म, इदं नु करिष्यति इति हेत्वोपदेशे, इदं नु करिष्यति इति हेत्वोपदेशे वर्तते, हेतो वर्तते। कथं नु करिष्यति इति अनुपृष्टे, अनुप्रश्नः अत्र क्रियते, कथं नु करिष्यति अनुपृष्टे। ननु एतद् अकार्षीत् इति च, इति च अथापि उपमार्थे भवति, उपमार्थेऽपि अस्य प्रयोगः भवति। उपमार्थे कथं भवति, वृक्षस्य नु ते पुरुहूत वया, हे पुरुहूत इन्द्रः, ते वयाः शाखाः वृक्षस्य नु, वृक्षस्य इव वृक्षस्य तुल्यं वर्तन्ते। वृक्षस्य इव ते पुरुहूत, पुरुहूत इन्द्र उच्यते, यतोहि पुरुभिः स हूयते, आहूयते, तस्य आह्वानं क्रियते। पुरुभिः, पुरुभिः अनेकैः, पुरुशब्दः अनेकार्थे, बहुभिः, बहुभिः हूयते यागादिषु, स पुरुहूत इन्द्रः उच्यते। पुरुहूतवया, वृक्षस्यवते पुरुहूत शाखा वयः वय शब्द अत्र शाखार्थे वर्तते। वयः वयः शाखा उच्यन्ते चेत् किमर्थम उच्यन्ते वयः शाखाः। वेतेः वी धातो वी गत्यर्थको धातुर्वर्तते तस्मात् वयः कथमिति चेत् वातायना भवन्ति वातेन अयना गतियुक्ता भवन्ति। यदा वातः चलति चेत् शाखा स्वपि गतिरागच्छति अथवा वातेनैव शाखासु गतिरागच्छति चेत् वातायना भवन्ति वातेन अयना गतियुक्ता भवन्ति इति वयः शाखाः। खषयः खे शेरते इति खषयः सर्वथापि खे अर्थात आकाशे एव शयनं कुर्वन्ति सर्वथापि आकाशे एव तिष्ठन्ति अतः खषयाः सत्यः शाखा इति उच्यन्ते। शक्नोतिर्वा शक्नुवन्ति सर्वमपि कर्तुं शक्नोतिर्वा शाखा इत्यपि वक्तुं शक्यते। ताभिरेव तु वृक्षस्य स्थितिर्वर्तते इति शाखा न स्यूचेत् वृक्षस्य स्थितिः कथं न स्यात्। उत्वा तत्र इन्द्रस्यैव वृक्षस्य नुते पुरुहूतवयः इन्द्रस्य शक्तयः सन्ति तासां कृते अत्र वयः शब्दो वर्तते। इन्द्रस्य च कर्म शक्तिकर्म वर्तते या च का च बलकृतिः इन्द्रकर्मैव तत् इति अग्रे वक्ष्यते यास्केनैव। या च का च बलकृतिः बलकृतिरिति बलस्य कृतिः कर्म क्रिया वर्तते इन्द्रकर्मैव तत् तत्सर्वम् इन्द्रस्यैव कर्म वर्तते। इन्द्रस्य स्थितिः मध्यगता वर्तते अन्तरिक्षस्थः इन्द्रः वर्तते वायुर्वा इन्द्रो वा अन्तरिक्षस्थो देवता इति तत्र दैवतकाण्डे वक्ष्यते। के अत एव उच्यते शक्नोतिर्वा सर्वमपि कर्तुं पारयन्ति अतः शक्नोतिर्वा। अथ यस्य आगमात् अर्थ पृथक्त्वम् अह विज्ञायते न तु औद्देशिकमिव विग्रहेण पृथक्त्वात् स कर्मोपसङ्ग्रह। अधुना कर्मोपसङ्ग्रहार्थीयाः निपाताः कीदृश यतो हि उपरि उक्तमासीत् अपि उपमार्थे भवन्ति अपि कर्मोपसङ्ग्रहार्थे इति उक्तमासीत् चेत् कर्मोपसङ्ग्रहः कः भवति इति उच्यते। अतः यस्य आगमात् यः शब्दः आगतः चेत् अर्थपृथक्त्वम् अह विज्ञायते अर्थस्य पार्थक्यं तत्र विज्ञायते चेत् अविज्ञायते न तु औद्देशिकमिव प्राकृतेन न तत्र प्रतीयते अर्थ प्रतीतिर्न जायते विग्रहेण पृथक्त्वात् पृथक्तः पृथक्तः अर्थ प्रतीतिर्न जायते स कर्मोपसङ्ग्रहः सः निपातः कर्मोपसङ्ग्रहार्थः भवति इति उक्त्वा कर्मोपसङ्ग्रह शब्दस्य अत्र अर्थः प्रदर्शितः एषः कर्मोपसङ्ग्रह अर्थोपसङ्ग्रह प्रदर्शितः इति यथा समुच्चयार्थः अस्य उदाहरणम् अत्र न प्रदत्तम् इन्द्रश्च विष्णो यदपस्पृदेताम् इति अन्यत्र उच्यते। क्वचित् पाठभेदः वर्तते समुच्चयार्थे उभाभ्यां सम्प्रयुज्यते समुच्चयार्थे यथा प्रयोगो भवति उभाभ्यां च सः अस्य प्रयोगो भवति अहं च त्वं च वृत्रहन् यथा उभाभ्यां सः अत्र प्रयोगः वर्तते। इत्येतस्मिन् एव अर्थे देवेभ्यश्च पितृभ्य आ इति आकारः यस्मिन्नेव अर्थे चकारः तस्मिन्नेव अर्थे आकारः अत्र आ इत्याकारः आ इति एवं पदच्छेदः करणीयः। इत्येतस्मिन्नेव अर्थे देवेभ्यश्च पितृभ्य आ इति आकारः। वा इति वा इति अयं शब्दोऽपि विचारणार्थेऽपि वर्तते हन्ताहं पृथ्वीमिमां निदधानि इह वा हन्त इति प्रसन्नतायाम् एकम् अव्ययं प्रयुज्यते इमाम पृथ्वीं अहम इहवानि दधानि इहवानि दधानि कुवित सोमस्यापामिति तत्र दीयते। अथापि समुच्चय अर्थे भवति, समुच्चय अर्थेपि अस्य प्रयोगः लक्ष्यते इत्येवं निपातानामत्र प्रसङ्गश्चलति। चतुर्थः खण्डः समाप्तः, अधुना अलं कुर्मः, अग्रे ऋचा आगच्छति, तस्य पश्चात् योगः भविष्यति। चेतलं कुर्मः। भव्यं च सर्वं यश्चाधितिष्ठति सर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनामधीतमस्तु मा विद्विषावहै।